I'm sharing my screen. भवन्तः सर्वे प्रयत्नं कुर्वन्ति. अधुना पश्यतु अहं किं लिखितवती अस्मि इति अपि पठतु, अहं किं वदामि इति अपि शृणोतु, ध्यानं दत्वा शृणोतु. रूपम् अस्ति अनुपश्यामि, अत्र प्रत्ययः अस्ति मी. मी किं कथयति? मी कथयति लट् लकारः अस्ति अत्र, परस्मैपदम् अस्ति, उत्तमपुरुषः अस्ति, एकवचनम् अस्ति. केवलं मी इति प्रत्ययः एतत् सर्वं वदति. अधुना पश्यतु, मी निष्कासितम्. अधुना किम् अवशिष्यते? अनुपश्या. अन्ते आकारः किमर्थम् अस्ति तत्र? यदि प्रत्ययस्य आदौ मकारः अथवा वकारः अस्ति तर्हि अकारस्य आकारः करणीयः एव. नाम अत्र मी प्रत्ययः अस्ति, प्रारम्भं मी मकारस्य मकारस्य भवति. तदर्थं तस्मात् पूर्वं यः अकारः अस्ति, पश्य अकारः अस्ति, तत्र पश्या इति आकारः करणीयः एव. अधुना आकारः अधुना निष्कासितम्. किम् अवशिष्यते? अधुना अनुपश्य इति रूपम् अवशिष्यते. अनुपश्य इति शब्दे अन्ते अकारः अस्ति. अनुपश्य इति शब्दे अन्ते अकारः अस्ति, सः तु विकरणम् अस्ति. तर्हि अकार अपि अहं निष्कासितवती. तर्हि अधुना अनुपश्य हलन्त य इति अवशिष्यते. अधुना पश्यतु, अनुपश्य अत्र अनु उपसर्गः अस्ति, पश्य धातुः अस्ति, परन्तु मूलधातुः पश्य नास्ति, दृश इति मूलधातुः अस्ति. नाम दृशपश्य धातुः अस्ति इति अधुना वयं ज्ञातवन्तः. अधुना किं कर्तव्यम् अस्ति? अनुपश्यामि, मी निष्कासितं. प्रथमं तावत्तु अहं प्रत्ययः निष्कासितवती, अनन्तरम् अहं ज्ञातवती मी अस्ति चेत् आ तत्र आगच्छति. कुत्र ह्रस्व अकारः अस्ति तत्र दीर्घत्वं करणीयम् अस्ति, नाम अ अकारस्य स्थाने आकारः आगच्छति. तर्हि आमी निष्कासितवती. अनन्तरम् अविकरणम् अपि अहं निष्कासितवती. अधुना पश्य इति दृश्यते. पश्य नाम दृश्यपश्य इति धातुः अस्ति. अनु उपसर्गः अस्ति. नाम किं भवति अधुना? अनुपश्यामि रूपं कथं कथं तस्य वर्णनं कुर्मः? अनु प्लस् दृशपश्य एकपरस्मैपदम्. एक नाम किम्? अधुना वयं दृष्टवन्तः. अत्र पश्यतु, अकारः अस्ति तत्र, अकारः अकारः प्रथमगणीयः विकरणं विकरणचिह्नं, नाम प्रथमः गणः अस्ति. अस्य कृते एक इति अक्षरं लिखित अङ्कं लिखितवती. अधुना मी किं किं कथितवती? मी किं किं कथ्यते? लट्लकारः, परस्मैपदम्, उत्तमपुरुषः, एकवचनं. तर्हि परस्मैपदम् अत्र आवश्यकमस्ति. वन् पीपी नाम दृशपश्यधातोः एषः एड्रेस् अस्ति. अधुना वयं जानीमः लट्लकारः अस्ति, उत्तमपुरुषः एकवचनम् अस्ति, तर्हि एतत् यदा वयं ज्ञातुं शक्नुमः तदा वयं किमपि व्याकरणे कर्तुं शक्नुमः। ज्ञातवन्तः वा सर्वे? किमपि शङ्का कापि शङ्का अस्ति चेत् वदतु। प्रथमं तावत्तु किं निष्कासितवती मि नाम प्रत्ययः कः निष्कासितवती? अन्ते प्रत्ययः, अन्ते यः प्रत्ययः अस्ति सः निष्कासितवती मि। अनन्तरम् आकारः किमर्थं? मि अस्ति चेत् आकारः आगच्छति, तर्हि आकारः अपि निष्कासितवती, आमि निष्कासितवती। किम् अवशिष्यते अधुना? अनुपश्य, तर्हि अ अस्ति तत्र अन्ते, नाम विकरणचिह्नम् अस्ति तत्र, अ प्रथमगणीयः विकरणचिह्नम् अ, चतुर्थगणीयः विकरणचिह्नम् अस्ति य, षष्ठमः गणस्य विकरणम् अस्ति पुनरेकवारम् अ, एण्ड् फार् टेन्थ् कान्जुगेशन् अय इस् द विकरणचिह्नम्। So we can find out this way. Take out first me asti chet akar api asti nishkasatu ami nishkasatu anantaram pashatu pashya pashya asti chet akarah asti tatra akar nishkasitu anantaram vayam jani maha tatra pashya iti dhatu asti anu iti upasarga asti parantu pashya kevalam dhatu na मूलधातुः दृश्य अस्ति, तर्हि दृशपश्य इति अस्माकं मूलधातुः, दृश मूलधातुः, पश्य आर्डर् अस्ति, आदेशः अस्ति, कस्य? पाणिनेः आदेशः अस्ति, दृशस्थाने पश्य योजयतु इति। तर्हि अत्र वयम् अधुना ज्ञातवन्तः दृशपश्यः धातुः अस्ति, तत्र विकरणचिह्नम् अस्ति, आमि इति प्रत्ययः अस्ति, मि इति प्रत्ययः अस्ति, मि अस्ति तर्हि आपि आगच्छति, आमि इति प्रत्ययः आगच्छति। तर्हि वयं किं किं जानीमः? अनु उपसर्गः अस्ति, दृशपश्य धातुः अस्ति, एक किमर्थम् एक? अ अस्ति तत्र, अ प्रथमगणीयः चिह्नम् अस्ति, तदर्थे अत्र एक अस्ति। मी परस्मैपदस्य प्रत्ययः अस्ति, तर्हि अत्र परस्मैपदम् इति लिखितवती अस्मि। मी लट्लकारस्य अस्ति, तर्हि लट्लकारः लिखितवती। मी उत्तमपुरुषस्य अस्ति, तर्हि उत्तमपुरुषः लिखितवती। मी एकवचनम् अस्ति, तर्हि अत्र एकवचनं लिखितवती। नाम अनुपश्यामि रूपं रूपस्य वयं परिचयं कर्तुं शक्नुमः। किं किं परिचयम् अभवत्? परिचयं वयं जानीमः, अत्र दृशपश्य धातुः अस्ति, परस्मैपदी अस्ति, प्रथमगणीयः धातुः अस्ति, लट्लकारस्य अस्ति, उत्तमपुरुषस्य अस्ति, एकवचनस्य अस्ति। यदा भवन्तः सर्वे एतादृशं सरावः कुर्वन्ति, तर्हि सर्वे जानन्ति तत्र प्रत्ययः कः, तत्र किं करणीयम् अस्ति, फार्म् कथं निर्मितवान्, एतत् सर्वं ज्ञातवन्तः। अधुना प्रयत्नं करोतु, पश्यतु, अभिरक्षन्तु, किमस्ति तत्र? अभिरक्षन्तु, अन्तु, अन्ते, अन्तु, अन्ते, वन् मिनिट् प्लीज़। हा अन्तु, तर्हि अधुना अन्ते निष्कासनीयम् अस्ति। वन् मिनिट्, ऐ विल् रैट् वेन् एवर् वेन् यु आर् गोयिङ्ग् टु टेल् मी। तर्हि अन्तु, वयं निष्कासितवन्तः, अनन्तरं किं किम् अवशिष्यते अधुना? अभिरक्ष, हा अभिरक्ष अस्ति अन्ते, नाम अधुना किं करणीयमस्ति? रक्ष नाम अधुना अ अस्ति तत्र निष्कासयतु अनिष्कासतु नाम अधुना धातुः किम् अस्ति रक्ष हलन्त हलन्त अभवत् तर्हि रक्ष धातुः अस्ति अधुना तत्र अभि अपि अस्ति नाम किम् उपसर्गः अस्ति तर्हि अधुना अत्र अभिलेखनीयम् अस्ति पश्यतु अभिरक्ष अ अन्तु नाम अधुना वदतु अन्तु किं कथयति अन्तु अन्तु कस्य लकारस्य प्रत्ययः लोट् लोट् लकारस्य प्रत्ययः अ पश्यतु अत्र लोट् लकारः अस्ति लोट् लकारः अस्ति परन्तु लोट् लकारः अस्ति अन्तु किं कथयति परस्मैपदी अस्ति वा आत्मनेपदी अस्ति अन्तु परस्मैपदी अस्ति नाम अधुना वदन्तु पुरुषः कः अन्तु मध्ये पुरुषः बहुवचनं बहुवचनमस्ति अधुना वदतु अन्तु अन्तु किं किं कथयति लोट्लकारः अस्ति परस्मैपदमस्ति प्रथमपुरुषः अस्ति बहुवचनमस्ति एते चत्वारः गोष्ठयः सः कथयति अस्माकं कृते अधुना वदतु अ अ किमर्थमस्ति तत्र अ अस्ति विकरणप्रथमगणीयः अस्ति नाम अत्र वयं लिखामः एक प्रस्मैपद अधुना अभि उपसर्गः अस्ति अस्माकं पूर्णरूपेण रूपपरिचयम् अभवत् अभिरक्षन्तु एक परस्मैपद् लोट्लकारः प्रथमपुरुषः बहुवचनम् इति अभवत् अस्माकं रूपपरिचयम् एतावत् रूपपरिचयं करणीयमस्ति चेत् वि हेव् टु नो लट् लकारस्य परस्मैपदिनः आत्मनेपदिनः प्रत्ययाः अनन्तरं लोट् लकारस्य परस्मैपदिनः आत्मनेपदिनः प्रत्ययाः अनन्तरं वयं लृट् लकारः नाम भविष्यत्कालः अपि दृष्टवन्तः लृट् लकारस्य अपि परस्मैपदस्य आत्मनेपदस्य प्रत्ययाः वयं जानीमः तर्हि अधुना स्मरन्तु एते प्रत्ययाः स्मरन्तु तर्हि एव एतत् कर्तुं शक्यते तर्हि एव भवन्तः सर्वे आत्मनेपदं परस्मैपदम् एतदपि यद् बहु शङ्का अस्ति मनसि तदपि वयं निष्कासितवन्तः वि केन् डू दिस् सो अधुना ट्राय् दिस् निरीक्षे हु विल् ट्राय् निरीक्षे हा सूक्ष्मा भगिनी वदतु निरीक्षे निरीक्षे आत्मनेपदे अस्ति परन्तु प्रत्ययः कः प्रत्ययः कः निष्कासतु प्रत्ययः निः ई प्रत्ययः अस्ति ई ओके अधुना पश्यतु ई प्रत्ययः अस्ति अधुना ई निष्कासतु किम् अभवत् तत्र निरीक्ष निरीक्ष A plus E is equal to A. And that's why when we are going to check out E, A must be there. So A is there. Then then pashatu atra ridirgha asti. Ridirgha. Nama ri madhye e dirgha asti. So e iksha dhatu asti. Iksha dhatu. Iksha. And this is also halanta, with halanta mark. So iksha plus a plus e. Tavat vayam gani maha adhuna. Adhuna kim karaniyam asti? Pashyatu. Upasarga. Haan. Upasarga asti nir. Ra halanta asti adhuna. We have taken out e from nir. So nir is the prefix. So nir plus iksha plus a plus e. So e, what e is saying now? Tell me what e is saying. Chitra agatati e. आत्मनेपदस्य प्रत्ययाः पश्यन्तु. ते इते अन्ते, से इते द्वे, इवहे महे. कुत्र अस्ति इ? उत्तमपुरुष भगिनी, एकवचनम्. उत्तमपुरुष एकवचनम्. परन्तु लट् लकारः अस्ति, तर्हि लट् लट् लकारः अनन्तरं अस्ति. अस्ति नाम प्रथमः गणीयः. आत्मनेपदम् गॉट दिस और नॉट? अधुना ई कुत्र आगच्छति? उत्तमः पुरुषः. एकवचनम् अस्ति, द्विवचनम् अस्ति वा बहुवचनम् अस्ति? एकवचनम् एकवचनम् अस्ति. रूपम् अधुना वयं जानीमः. निर् निरीक्षे क्षे टेक् औट् ई अ एण्ड् निर् प्लस् ईक्ष. Nir plus iksha plus a plus e nama nirikshe. So whenever you will see the suffix, you will know what it is. Bhagini, suppose it is nirikshate, then it becomes prathama purusha, right? Yes. Okay. Then te must be there, and te what in lat lakar? आत्मनेपदं प्रथमः पुरुषः एकवचनम्. ओके. ते टेक् औट् ते टेक् औट् अ देन् ईक्ष देन् निर. सेम् प्रोसेस्. सो यु विल् नो आफ्टर् सीङ्ग् सफिक्स् यु विल् नो विच् लकार इस् देर् विच् पुरुष इस् देर् विच् वचन इस् देर् and parasmai padam or atmanai padam. It will be clear to you. So make a practice like this. See, now pranashyati, who will say? Who is there? Today, all are absent. Bhagini, Bhagini. She's not able to, Alex, they are not able to hear her. She is able to hear us, but we can't hear her. Okay. So Sandhya Bhagini can't answer. And Sheila Bhagini and Sukshma Bhagini, Jyoti Bhagini. So now who is answering? We will all try together, Bhagini. I can try, Bhagini. Yes. Try it. I think. Which pratyaya is there? Pratyaya is ti. Pratyaya is ti. Then. Verb is. Ti is saying. What ti is saying? First of all, what ti is saying? It says latlakara. Latlakara. Then. It is parasmaipada. Huh. And avikarana is there, so latlakar. Huh? One papa. Okay, one. I will write here one. Okay. Prathama purush. Huh? Ekavachan. Prathama purusha. Ekavachana. Ekavachanam. Uttamam bhagine. Ekavachanam. And I think verb B is pranash. No. Aduna pashyatu atra. Ti purvam. Kumasti tatra. Ti plus avikarana. Avikarana masti. Avikarana. Tarhi aduna alekhaniya masti. Anantaram pashyatu atra. Kumasti tatra. Pranashya. Yeah. पश्यतु अत्र भवति अस्ति वा नो नो नॉट य य अस्ति यस करेक्ट य अस्ति तत्र एंड दैट्स व्हाई आई टोल्ड यू फोर आई एम फोर हियर वन फोर दिस इज फोर ओके अधुना पश्यतु प्रणश Why there is na? Because of ra, which is present in pra, na changes into na, and that's why the root is nash. Nash. Okay. Root is nash. Got this? Yes, Bhagini. So we have to see all these things. Okay. Bhagini, if it is only because of arkara or it is even if nir upasarga is there, then also it will convert to na only? Yes. Okay. Sure. But see, ra is half. Ra is half. And that's why it may not be. Okay. Here, ra half and e niri, we have to see here. Ri. Okay. Right. So we can take out e from ri and we will get dhatu. Okay. So likewise, we have to see with our consciousness. Okay. Got this? Yes, Bhagini. What you were thinking last week, this is very hard to know how we will know Atmanepadam and how we will know Parasmaipadam. So that's why I'm giving you all these things to find out. So you will know the exact from the form. Aduna Pashyatu, Jain Mahoday, will you please try or you are not going to say anything today? Bhagini, it will be difficult for me today. I'm sorry. I can try, but it's difficult. The Pratyaya is Te. Yes, correct. Pratyaya is Te. And it's latlakara. Yes, latlakara. It's पश्यतु अत्र ते मीन्स् कुत्र आगच्छति, ते आत्मनेपदी आगच्छति. आत्मनेपदस्य लट् लकारस्य प्रत्ययाः ते इति अन्ते प्रथमः पुरुषः, से इथे द्वे मध्यमः पुरुषः, इव हेमहे उत्तमः पुरुषः. नाम ते आगच्छति लट् लकार आत्मनेपदम्. आत्मनेपदम् नम्बर् वि विल् सी लेट्. नौ टेल् मी, ते प्रथमः पुरुषः अस्ति वा मध्यमः पुरुषः अस्ति वा उत्तमः पुरुषः अस्ति? प्रथमपुरुषः. यस्, प्रथमः पुरुषः. एण्ड् एकवचनम्. एकवचनम् अस्तु. एकवचनम् अधुना पश्यतु, ए अस्ति तत्र, य अस्ति तत्र, य अस्ति तत्र. अधुना धातुः अस्ति डा, बट् डा इस् आर्डर् बेसिक् रूट्. मूलधातुः अस्ति जन, न हलन्त. I have to write na halanta. Ganaja. Ganaja is the basic root. And what about ya? What about ya? Ya is the vikaran of fourth conjugation. Okay, like in the previous one. So here we have to write fourth. See, like here, this is the only one root is from fourth conjugation, where here we are not seeing here as a conjunct word. Here. Because of ja, we are using ja, and ja is with vowel. So we can't join here to it. And for the mula dhatu, why is it yan ja? Why is it the na alanta? Why is it removed? Yes, this is jana. We are using ja for it. And this is the special order of Panini. Okay. So, as we have seen here, Anupashyami. Pashya is the order and Dusha is the Mula Dhatu. Likewise, here is the basic root is Jana and Ja is the order of Panini. Wherever, in five places, four Lakar, these Lat, Lot, Lung and Vidhiling, these four lakar and one more concept is there. Only in five places we are using order. Otherwise we are not going to use order of the root. When we are making Panta form and Levanta form and Matu, we are not using Ja, we are Jana. Using Jana. Jana, okay. So this is very, very well done. So now Patanti, who is going to tell Patanti? Today is very less number. I can tell Bhagini. I can say. Yes, yes, you can say. Patanti. Patanti. Anti is a pratyaya. Yes, anti is pratyaya. What anti is going to tell us? Anti is a parasmai pada, bahuvachan. Lakaraha kaha? Lakaraha kaha? Lat lakara. Lat lakaraha. Anantaram? Prathama pada. तस्मै पदम् अनन्तरं प्रथमः पुरुषः. प्रथमपुरुष बहुवचनम्. बहुवचनम् अधुना वदतु भवती अधुना अन्तिं निष्कासितवती अधुना किं करणीयमस्ति स्वीकरणम् अधुना धातु किमस्ति तत्र पत् यस् पत् सो पत् अ अन्ति पतन्ति लट् लकारः अस्ति परस्मैपदम् अधुना परस्मैपदं नम्बरः अस्ति वन् परस्मैपदम् गाट् दिस् इट् इस् वेरि ईज़ि इट् वास् वेरि ईज़ि अधुना शोधसे हू इस् गोयिङ्ग् टु टेल् मी ज्योति भगिनी और् ज्योति भगिनी टोल्ड् मी सुक्ष्मा भगिनी प्लीज ट्राय दिस् वन् शोधसे शोधसे ओके सो ए इस् द प्रत्यय सो न से इस् द प्रत्यय से सो देट् इस् अ प्लस् इ नो नो नाट् अ प्लस् इ से इस् द प्रत्यय आक्चुअलि से इस् द प्रत्यय से लट् लकार आत्मनेपदं ते इते अन्ते प्रथमः पुरुषः से इथे द्वे मध्यमः पुरुषः इव हे महे उत्तमः पुरुषः नाम से इस् द प्रत्यय दिस् इस् फ्रम् लट् लकारः लट् लकारः मध्यमपुरुषः आत्मनेपदे आत्मनेपदम् आत्मनेपदम् आत्मनेपदम् अस्ति तत्र प्रथमपुरुषः एकवचनं न प्रथमः पुरुषः नास्ति प्रथमः पुरुषः नास्ति ते कुत्र आगच्छति मध्यमपुरुषः एकवचनम् मध्यमः पुरुषः एकवचनम् and it is shodha aduna remaining part is shodha shodha hi vikarna pratyaya asti vikarna pratyaya is sho is it न शोध अस्ति शोध अस्ति अन्ते किम् अस्ति अस्ति शोध मध्ये अन्ते अ अस्ति तर्हि विकरणप्रत्ययः अस्ति अधुना धातुः किम् अस्ति शोध वित् हलन्त मार्क् बट् दिस् इस् नाट् ओन्ली शोध This is shodha shodha. Okay. So, shodha shodha, shodha plus a plus se, shodha se, lat lakarah atmane padam, aduna atmane padam, number a. What are those numbers, Bhagini? I didn't get that. Yes. Good question. We will see. See here. Whatever I have told you, so many roots are there. Approximately 2000 roots are there in Sanskrit. Mula Dhatu. They are many in numbers. And that's why they are divided into 10 groups. Okay. 1 to 10. That means conjugation numbers. Gana. प्रथमः गणः द्वितीयः गणः तृतीयः गणः चतुर्थः गणः लैक्वैस् दशमः गणः पर्यन्तम् एण्ड् अगेन् दे आर् डिवैडेड् इन् टु टु ग्रूप्स् 1, 4, 6, 10 इन् फस्ट् ग्रूप् एण्ड् सेकण्ड् थर्ड् फिफ्थ् सेवन्थ् एण्ड् एय्थ् एण्ड् नैन्थ् इन् सेकण्ड् ग्रूप् ग्रूप् मीन्स् समूहः तर्हि प्रथमे समूहे प्रथमः गणः चतुर्थः गणः षष्ठः गणः दशमः गणः आगच्छन्ति शेषगणाः द्वितीयः समूहे आगच्छन्ति तर्हि अधुना प्रत्येकस्य कृते चिह्नम् अस्ति प्रथमगणस्य चिह्नम् अस्ति चतुर्थः गणस्य चिह्नम् अस्ति य षष्ठमः गणस्य चिह्नम् अस्ति एण्ड् दशमगणस्य चिह्नम् अस्ति सोरि अय पश्यतु अत्र कोऽपि अक्षरः नास्ति हलन्त नास्ति therefore they are included in one group 1, 4, 6, and 10 but for second group for conjugation number 2 no suffix for conjugation number 3 there is also no suffix but dvitva asti dvitva nama reduplication aduna panchamah ganah asti chet tatra nu iti vikarana pratyayah asti saptama ganasya vikarana pratyayah asti na parantu before last consonant we have to add before last consonant अष्टमः गणस्य विकरणः अस्ति उ एण्ड् नवमः गणस्य विकरणप्रत्ययः अस्ति न सोरि न सी हियर् सो मच् डिफ्रेन्स् इस् हियर् एण्ड् दिस् इस् वेरि ईजि अय अय 1, 4, 6 days. You have to keep in mind all these things. Also, all suffixes of latlakar, lotlakar, lutlakar. All parasmai padam api, atmane padam api. So, this is the thing nam. So, A is, every time here, A, this is from Vikarana number. So, you can find Bhagini, out. What is the Navama Gada, Bhagini? Navama Gada, Vikarana Chinna Kim? Na. Na. Na. Udaharana, Bhagini? Janati. Janati. Janati, Grunhati. उ अस्ति चेत् करोति न अस्ति चेत् भुनक्ति भुङ्क्ते नु अस्ति चेत् आप्नोति द्वित्व अस्ति तर्हि ददाति एण्ड् सेकेण्ड् ग्रुप् फार् सेकेण्ड् कान्जुकेशन् इट् इस् अस्ति नो विकरणप्रत्यय अस् धातु डैरेक्ट् टि वि हेव् टु एड् सफिक्स् सो अस्ति ददाति आप्नोति भुनक्ति अगेन् करोति अथवा कुरुते जानाति अथवा जानीते सो गाट् दिस् आर् नाट् भगिनी वन् डौट् इन् जानाति द रूट् वर्ड् इस् ज्ञा रैट् yes yes gnya is becomes ja yes yes because gnya I am writing here only. The and na, it becomes na. Okay. So with some sandhi rules, nya drop out, and only ja will remain. Yes. Okay. Got so now trayate. So now trayate. Who is going to try? Can I? Pratyayasti tatra. Te. Te pratyayasti. Te kim kim kathayati. Latlakara. Latlakara. Atmanepadam. Atmanepadam. Anantaram. Prathama purusha. Ekavachana. प्रथमः पुरुषः एकवचनम् एतावत् लट् कथयति अधुना वदतु अय अय अस्ति य पूर्णम् अस्ति नाम अस्ति तत्र अधुना किम् अवशिष्यते त्राय Try. But try is not the basic root. Yes. Basic root is I. Protect. I Taya means to protect. परित्राणाय साधूनां विनाशाय च दुष्कृते परित्राणाय च साधूनां टु प्रोटेक्ट् गुड् पीपल् सो लैक् दिस् त्रायते लट्लकारः अ इस् फ्रोम् फस्ट् सो मेनि रूट्स् आर् फ्रोम् फस्ट् कान्जुगेशन् टुमारो इफ् यु आर् इण्ट्रेस्टेड् वि आर् मीटिङ्ग् एट 8 o'clock again with the same timing and we will see how to use Dhatu Rupavali which I have sent you PDF. If anybody is interested, we will do it. I'm Bhagini. Same time, right Bhagini? Same time. In here? No. No. I'm going to send you Google Google Meet link. Yes, Bhagini. So, Purut, Adhuna Vadatu, Pratyayah Kaha. Who is saying? Who is there? I can say Bhagini. Yes. Lot Akara. Prathamam Tavatu Pratyaya Ta Pratyaya. Ta is the Pratyaya. Ta Pratyaya. Lot Lakara. Pratyaya Kim Kim Vadati Lot Lakara. Parasmaipadam. मध्यम पुरुष यस करेक्ट बहुवचन मध्यम पुरुष बहुवचनम अधुना पश्यतु निष्कासितवती भवती अधुना किं करणीयम् कुरु इति रिमेनिङ्ग् नाम उ अस्ति तत्र कुरु नाम उ अस्ति तत्र अष्टमः गणीयः अस्ति धातुः एण्ड् धातुः अस्ति सोरि धातुः क्रु धातु भगिनी क्रु धातु to u ta sukurut lot lakarah asti atra तर्हि अधुना अत्र किं लेखनीयम् अस्ति अष्टमः गणीयः धातुः अधुना पश्यतु युध्यस्व प्रत्ययः कः सूक्ष्मा भगिनी वदतु प्रत्ययः कः प्रत्ययस्व स्व अस्ति स्व स्वप्रत्ययः अस्ति स्व किं किं कथयति स्व उत्तमपुरुषः न न न न न न स्व मध्यमपुरुष भगिनी लोट् लकार यस् यस् यस् यस् लोट् लकारः अस्ति अनन्तरम् आत्मनेपद अस्ति अनन्तरं मध्यमः पुरुषः अस्ति अनन्तरं बहुवचनम् अस्ति रैट् न भगिनि एकवचन एकवचन एकवचन अस्ति उत्तमं भगिनि एकवचनम् अस्ति अधुना पश्यतु स्वनिष्कासितवती अधुना किम् अवशिष्यते स्वयुध्यस्व युध्यस्व य अस्ति नाम य तत्र विकरणप्रत्ययः अस्ति युद्ध धातुः अस्ति युद्ध युद्ध युद्ध गॉट दिस सो य विकरणं कस्य गणस्य अस्ति चतुर्थगणः चतुर्थगणस्य अस्ति तर्हि अत्र लोट् लकारः चतुर्थगणः आत्मनेपदं मध्यमः पुरुषः एकवचनम् इति अभवत् got this you are saying this is hard to know am bagini it will take some practice for me yes yes but this is you can do this when you know all the vikarana pratyayas and all pratyayas लकारस्य प्रत्ययाः देन् यू केन् से आल् दीस् थिङ्ग्स् आफ्टर् सेङ्ग् द वर्ड् एट् दट् मोमेण्ट् ओन्लि यू केन् से वर्ड् भगिनी हौ विल् यू रैट् इट् इन् प्रथमपुरुषः प्रथमः पुरुषः युध्यते ते इते अन्ते युध्यते युध्येते युध्यन्ते स्व इथां ध्वम् ओके युध्यस्ते नो नो नो नो दिस् इस् लोट् लकारः अस्ति सोरि सोरि सोरि तामितामन्तां सोरि वेरि सोरि तामितामन्तां युध्यतां युध्येतां युध्यन्ताम् ओके देन् मध्यमः पुरुषः युध्यस्व युध्येतं युध्यध्वम् ओके स्वैथां ध्वं युध्येथां युद्धध्वम् अण्ड् देन् ऐ आवहै आमहै युध्यै युध्यावहै युध्यामहै सो वेन् यु विल् नेक्स्ट् प्राक्टिस् piece of all these things you should know all the suffixes of all lakars and you should know all vikarana pratyayas of all conjugation numbers that is ganas god okay So you can do this very well, and whatever you are thinking, this is very hard, then you will tell me, no, this is not hard, this is very easy. So try Bhagini, to do this. Bhagini, only in Atmane Pada we see so many different pratyayas, no, Bhagini? In Parasmai Pada, in Parasmai Pada Latlakara, for both the groups, it is Titaha Anti, Sitahatha, like that it comes, no? Yes. Even for second Ganas, it will remain the same. Yes. Lean Atmane Pada, Tamitam, Dvam, like that it comes. No. We will see again. We will stop here, and I'm going to open my PPT, and there we will see all suffixes. Let it be here. We will see suffixes also. And you will Bhagini, that Dadati is Tritiya Gana, Bhagini? Yes. It is not Dadati, it is Dadati. Dadati is Dvitya, right? Tritiya Gana. Yes. Tritiya Gana, Dvitva is there, and Prathama Purushaha Bahuvachanam Asti. Dadati. Dadati Ekavachanam Asti, Dadati Bahuvachanam Asti. We will solve it, Bhagini, after your thinking. Yes. See here, I'm going to show you Lat Lakaras Parasmai Padinaha Pratyayaha Titaha Anti Sitaha Tha Mivahama and Lat Lakarasya Atmane Padinaha Pratyayaha Taite Hante Saite Dve E Vahe Mahe. Sorry, A, not A, E Vahe Mahe. Very sorry. Are. E Vahe Mahe. So now we will. You have all these pratyayas. See your Dhaturupavali, page number 62. Sukshma Bhagini, can you read Marathi? Yes, I can. Yes, and that's why you will feel it is easy to learn from Dhaturupavali. Adhuna atra pashyatu lot lakarasya asti parasmai padinaha atmane padinaha. Tu tam antu shunyatam ta aniyava ama. Atra pashyatu lotlakarasya atmane padinaha pratyayaha tam itam antam sva itam dhavam. Sva yudhya sva. Ai avahai amahai. Then yudhyatam, yudhyetam, yudhyantam. Yudhya sva, yudhyetam, yudhyadvam. Yudhyai, yudhyavahai, yudhyamahai. Just like this, you can say this. Rakshatu, rakshatam, rakshantu, raksha, shunyasi, atra kopi pratyaya nasti. Nama raksha, rakshatam, rakshata, rakshani, rakshava, rakshama. So you can practice like this also. Atra pashatu. लृट्लकार नाम भविष्यत्कालस्य प्रत्ययः अस्ति स्यति स्यतः स्यन्ति स्यति स्यथः स्यथ स्यामि स्यावः स्यामः स्यते स्येते स्यन्ते स्यसे स्येथे स्यद्वे स्ये स्यावहे स्यामहे यू विल नो ओनली स्य इज देयर अदरवाइज ऑल द सफिक्सेस आर जस्ट लाइक परस्मै पद लट्लकारस्य तीतः अन्ति स्यति स्यतः अन्ति स्यसि स्यथः स्यथ स्यामि स्यावः स्यामः जस्ट लाइक दिस तीतः अन्ति सीथथ मिवः महते इते अन्ते सेथ द्वे इवहे महे अस्ति तत्र केवलं स्य तस्य पूर्वं तस्मात् पूर्वं लेखनीयम् अस्ति तत्र तर्हि स्य स विषये नियमः अस्ति स विषये स कथा कदा लिखामः स कदा लिखामः सकारस्य पूर्वात् अ अथवा आ वोवेल अस्ति चेत् स न परिवर्तयति परन्तु सकारस्य पूर्वात् अ आ विहाय अन्य कोऽपि स्वरः अस्ति चेत् स स विल् चेञ्ज् इन्टु श सो करिष्यसि गमिष्यसि कथयिष्यसि परन्तु दास्यति दास्यसि दास्यामि दास्यतः दास्यन्ति दास्यसि दास्यतः दास्यथ दास्यामि दास्यावः दास्यामः सो प्रिलिमिनरी रूल्स् आर् देर् सो यू हेव् टु कीप् इन् मैण्ड् आल् दोस् रूल्स् एण्ड् आल्सो आल् द प्रत्ययास् एण्ड् आल् विकरणप्रत्ययास् देन् यू विल् से दिस् एट् द मोमेण्ट् वेन् यू are saying the word. So all these pratyayas you should know. It is clear now? See here, I have shown here also. Parasmai padam, atmanet padam, ekatah dashaganaha santi, pratyayaha bhinnaha, for parasmai padam, for atmanet padam, gacchati nrityati. केचन धातवाः परस्मैपदिनः प्रत्ययाः अपि स्वीकुर्वन्ति आत्मनेपदिनः अपि ते उभयपदिनः सन्ति अधुना अत्र पश्यतु कुत्र अस्ति अत्रापि दत्तमस्ति विकरणं नाम किं विकरणं गणस्य चिह्नम् अस्ति प्रथमगणीयः अ चतुर्थगणीयः य षष्ठमः गणः अ दशमः गणः अय सो अत्र लिखितमस्ति किं किं करणीयमस्ति सिह्य रम अ ते रम ते रमते रम रम अ इते रम इते रमेते A plus E is equal to A. So, Ramete. So, can we see now our forms? So, here is the form Dadati. We have seen this. Da is the root. I'm saying you. Da is the root. And this is from third conjugation and parasmai padam asti this is lat lakarah sorry then purushah kah prathama purusha ekavachan प्रथमः पुरुषः परस्मैपदम् एकवचनम् गॉट इट् दिस् इस् रूपपरिचय थ्री पिपि दट् इस् एड्रेस् आफ् द रूट् रूट् द So when you know this one, you can say all these things. So next, Hanti. Adhuna Pashyatu. Kim Karaniyam Asti. Pratyayah Kaha. Vadatu. Kopi Vadatu. Anti. Anti. Anti Pratyayah Asti. Anti Pratyayah Asti. किं किं कथयति ति प्रत्ययः परस्मैपदमस्ति परस्मैपदं बहुवचन प्रथमपुरुष बहुवचन देन् एकवचन प्रथमः प्रथमपुरुष बहुवचन न न बहुवचनम् एकवचनमस्ति प्रत्ययः अस्ति न अन्ति रैट् भगिनी अन्ति न न प्रथमः पुरुषः एण्ड् एकवचनम् अधुना अत्र आगच्छतु नकारः हलन्त हलन्त नाम अधुना वदतु स्मरति वा कस्य गणस्य एषः धातुः मध्ये किमपि नास्ति हन् हन्ति मध्ये किमपि नास्ति भगिनि द्वितीयगण करेक्ट् For this, you can solve these things and you will know the forms. Last time you are confused, you are much more confused what is Atmane Padam and what is Parasmai Padam, how will we know. So when you can do this, you will know all the things, Parasmai Padam and Atmane Padam also. Adhuna Pashyatu Chindanti, which one is Pratyaha? Ti. Pratyaha Asti Anti. Okay. Anti Kim Kim Kathayate? Latlakaraha? Latlakara. परस्मै पदम् प्रथमपुरुष बहुवचन हा प्रथमः पुरुषः बहुवचनम् इट् इस् गण सेवेन् यस् हौ यु यु फैण्ड् औट् ना विल् गेट् एडेड् भगिनी छिन् प्लस् Yes, Chinda, the, Chinda, huh? From Chinda, Anti, we taken out Anti, and Adhuna, Chinda, Chinda. Chinda, yeah. So, Na is before last consonant. So, Dhatu is, Dhatu is not Chinda. It is Chida. Chida, okay. Haan. And plus Na. Trust. But we are not going to add this after Na. After the. We are going to add this before the. Before the. Okay. So we can. Why is that? This is special case for seventh conjugation. Only. Okay. For seventh Gana. This is a special case for seventh Gana. Every time we are using Vikarana Pratyaya after the Dhatu. But here we are going to add before last consonant. Okay, Bhagini. Adhuna Pashyatu Samharate. Pratyaya kaho? Te. Pratyaya te. आत्मनेपद प्रथमपुरुष आत्मनेपदकारः प्रथमं तावत् लकारः वदनीयम् लट् लकारः अनन्तरम् आत्मनेपदम् अनन्तरम् एकवचनं प्रथमः प्रथमपुरुषः प्रथमः पुरुषः एकवचनम् एकवचनम् तावत् ते कथयति अधुना पश्यतु संहर remaining part. Samhara. So, hara. Sam plus hara. Vikarna is up. That means up. A is there. Got this? Yes. Okay. What you said, Bhagini? Avikarna pratyaya. What you said, me? This is not hara. This is hrudhatu. Bhagini, I think your voice is breaking. I cannot hear her at all. Yeah. Anjali Bhagini, na shrunoti. I think her screen froze also. Started. Bhagini, shrutum shaknoti va? Yeah, Bhagini. Bhagini. It's fine. Now it is interesting or you feel it is bored? It is very interesting now, Bhagini. It is interesting, Bhagini. So you can do this now? Yes. So, see, Shrunoti, book is there, suffix ti. That means, lat lakarah parasmai padam prathama purushah ekvachanam. So, before that, which is vikarana pratyah, you are seeing o. That means, u is there. And this is from, sorry, nu is there. Shrunu. Nu is there. Because of ru, rushi, ru, it is nu. And after sundhi, it is nu, shrunu. And now it is dhatu, shru. Bhagini. Huh? What is the gana for samharate? Yes. This is first prathamah ganiyah. I will show you tomorrow all these things. Bhagini, so, I have a question. Yes. You say it's first gana, but you show that can be two different ganas, no? Yes. Oh. Yes, that's why I'm saying you, I will show you tomorrow how to differentiate between first conjugation and sixth conjugation. I will be there tomorrow. It will be better for me. Thank you. Yes. Huh? So this is shru plus nu plus ti. That means basic root asti shru. Shru. Now shru is from fifth nu. Nu suffix conjugation. Nu is the vikaran of fifth conjugation. So five. Five papa. Shru. Five pp. And then it is latlakaraha. Then this is ekavachan. Prathamah purushah. And ekavachanam. Got it? Aduna pashyatu kathaye. What you will say? What is the suffix? Ye asti tatra nama. Suffix is e. Before e, asti tatra. Asti tatra. Because and that's why a plus e a asti tatra. Adhuna vadatu. तत्र विकरणप्रत्ययः कः ओ एण्ड् ई वी हेव् टेकन् औट् ओ एण्ड् ई सो कथय इस् देर् कथय सो टेक् औट् विकरणप्रत्यय यस् करेक्ट् अय And now? Kat. Kati. Kat. Kat. Kat. So, katha plus aya plus so not a, very sorry. Kat plus aya plus e. Aya in between Ya is complete with A and that's why A plus EA. Mm-hmm. Got it? So whatever, what E will say? Let lakaraha. Atmane. Atmane. Ten. In apa, then Uttama Purusha. Uttamaha Purushaha. Ekavachana. Uttamaha Purushaha. Ekavachana. Nakudvela. Chetnanagadu. Tundidam kudu. Tuntan kuda. Is easy now? Little better, Bhagini. Yes, it is. Yeah. So, we have to practice this. Aduna pashyatu. Which one is the suffix? That is pratyaya. Maha. Maha is the pratyaya. Where it comes? Lat lakara, Bhagini. Lat lakaraha. Parasmai pada. 1 minute, please. Maha. Lat lakar. Re. Lat lakaraha. Uttama purush. Tasmai padam. Parasmai pada. Uttama purush. Haan, uttama purush. Bahu vachan. बहुवचनम्. ओके नाउ इज इट अ पंचम गण भगिनी? यस करेक्ट. सी यू आर सीइंग नु देयर, दैट मींस दिस इज फ्रॉम फिफ्थ कंजुगेशन. नाउ मह, बिफोर मह वी हैव टू ऐड नु, and before that the root is yes up. Root is up. So up nu ma very easy and simple. Got this? Aduna pashatu avekshe. Avekshe. Okay. Pratyaya asti kshe. प्रत्यय अस्ति, अत्र पश्यतु प्रत्यय अस्ति अ प्लस इ, इ अस्ति इ इ इ प्रत्ययः. इ किं किं कथयति? लट् लकारः, आत्मनेपदम्, उत्तमपुरुषः, एकवचनं. अधुना बिफोर् इ वाट् इस् देर्? अवक्ष. Just like this, or it is complete with a? It's complete with a halanta. Yes, and that means we have to take out that a. Sorry. Sorry, avaksha, not avaksha. It is avekshe. Veksha. Aduna, this is veksha. Then what you have, we have to do? Why ve? That means again e asti tatra. So we have to add, we have to pick out that va and we have to add e. And ava is the prefix. So ava plus eksha plus a plus e. Avekshe. So e and e ve and ksha plus a plus ekshe. Avekshe. That means this is ava plus eksha. Lat lakarah. प्रथमः गणीयः आत्मनेपदम्. दैट मीन्स लट् लकार एक प प, उत्तमः पुरुषः एकवचनम्. गॉट दिस? वन क्वेश्चन भगिनी, व्हाई इज दैट ई दीर्घ एंड द लास्ट वन ई इज ह्रस्व? हां यस, दिस वन इज सफिक्स, सो दिस इज सिंपल अ ई, बट दिस इज from root, so root is saying iksha, it is not iksha, this is iksha. Iksha means to see. Okay. So this is from first conjugation and atmanepadam and uttamah पुरुषः एंड देन एकवचनम्. उत्तम पुरुषः भगिनी? हाँ, ई कुत्र आगच्छति? ओके, ते इते अन्ते प्रथमः पुरुषः, से इते द्वे मध्यमः पुरुषः, ई वहे महे उत्तमः पुरुषः. दैट मीन्स ई कुत्र आगच्छति? एकवचने. उत्तमः पुरुषः एकवचने. अधुना पश्यतु लभद्वे, इट इज ऑलमोस्ट 9:30, सो वी कैन स्टॉप हियर एंड वी विल सी टुमारो इफ टाइम वी कैन स्पेयर सम टाइम वी विल डू इट. वाओ, वी विल डू द सेम थिंग टुमारो भगिनी? यस, बट विथ धातु रूपावली. ओके, सो वी आर गोइंग टू सी टुमारो हाउ टू यूज दैट धातु रूपावली. Okay. This is very nice exercise, Bhagini. Yes, that's why I thought you are much confused last week, so this should not be now. So I have given you all these things for practice. Very interesting. And all maths is there. Yes. We have to go step by step. But not from right side to left side, we have to, not from left side to right side, we have to see from right side to left side. Ante pratyah kaha? Itta pashyatu. We can do this very well. So, I'm going to stop our recording.